पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 125 सूत उवाच वेनस्याज्ञां सुसम्प्राप्य पृथुः परमधार्मिकः सम्बभ्रे सर्वसम्भारान्ना पुण्यान्नृपात्मजः निमन्त्र्य ब्राह्मणान् सर्वान्ना देशोद्भवानपि अध वेन इयाजासा वश्वमेधेन भूपतिः दानान्यदात् ब्राह्मणेभ्यो नानारूपाण्यनेकशः जगाम वैष्णवं लोकम् सकायो जगदीपतिः विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते एतद्वः सर्वमाख्यातं चरित्रं तस्य भूपतेः सर्वपापप्रशमनं सर्वदुःखविनाशनं पृथुरेव स धर्मात्मा राजा पृथ्वीं प्रशासति त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः प्रजास्तु रञ्जितास्तेन पुण्यधर्मानुकर्मभिः एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमं प्रथमं सृष्टिखण्डं तु द्वितीयं भूमिखण्डकं भूमिखण्डस्य माहात्म्यं कथयिष्याम्यहं पुनः अस्य खण्डस्य वैश्लोकं यशृणोति नरोत्तमः दीनस्यैकस्य वैपापं तस्य चैव प्रणश्यति यो नरो भावसंयुक्तोऽध्यायं संशृणुते सुधीः तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि यद्फलं तत्प्रजायेद विष्णुस्तस्य प्रसीदति अस्य पद्मपुराणस्य पठमानस्य नित्यशः कलौ युगे तु विघ्नाश्च न जायन्ते नरस्य वै व्यास उवाच कस्मात् कलौ न जायन्ते शृण्वानस्य च पद्मज नरस्य पुण्ययुक्तस्य नानाविघ्नाः सुदारुणाः ब्रह्मोवाच मखस्याप्यश्वमेधस्य यत्फलं परिगध्यते तत्फलं दृश्यते तात पुराणे पद्मसंज्ञके अश्वमेधमहःपुण्यकलौ नैव प्रवर्तते पुराणं चापि यत्तद्वदश्वमेधसमं किल अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदं न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम अश्वमेधसमं पुण्यं न भुञ्जन्ति कलौ नराः कलौ युगे नरैः पापैः गन्तव्यं नरकार्णवं कस्माच्छ्रोष्यन्ति तत्पुण्यं चतुर्वर्गप्रसाधनं येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् सर्वं हि साधितं तेन चतुर्वर्गस्य साधनम् अश्वमेधादयो यज्ञास्तस्मान्नष्टा महामदे कलौ युगे गदा स्वर्गे स वेदाः साङ्गसस्वराः यः कोऽपि सत्त्वसम्पन्नश्रद्धावान् भगवत्परः श्रोतुमिच्छति धर्मात्मा सपुत्रो भार्यया सह श्रवणार्थं महाश्रद्धा पूर्वं तस्य प्रजायते शृण्वानस्य नरस्यापि महाविघ्नो न संचरेद अश्रद्धा जायते पूर्वं पाठकस्य नरस्य च लोभश्च जायते तस्य शृण्वानस्य द्विजोत्तमं प्रेषितो विष्णुदेवेन महामोहः स दारुणः अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः दूषकाः कुत्सकाः पापाः सम्भवन्ति दिने दिने ज्ञातव्यं तु सुबुद्धेन विघ्नरूपं ममाधुना संजातं दृश्यते व्यास तथा होमं समाचरेद वैष्णवैश्च महामन्त्रैर्विष्णुसूक्तैः सुपुण्यदैः विष्णोरराडमन्त्रेण सहस्रशीर्षकेण च इदं विष्णु सुमन्त्रेण आब्रह्मेण पुनः पुनः त्र्यम्बकेन च मन्त्रेण होममेवं समाचरेद बृहत्साम्ना सुमन्त्रेण द्वादशाक्षरकेण च यस्य देवस्य यो होमस्तस्य मन्त्रेण होमयेद अष्टोत्तरतिलाज्यैश्च पालाशैः समिधैरपि ग्रहाणामपि कर्तव्यं स्थापनं पूजनं द्विज विघ्नेशं पूजयेत्तत्र शारदां च सुरेश्वरीं जातवेदां महामायां चण्डिकां क्षेत्रनायकं तिलैश्च तण्डुलैराज्यैस्तेषां मन्त्रसमुद्यतैः एवं होमः प्रकर्तव्यो ब्राह्मणेभ्यो ददेद्धनं यथा सम्भाविकां ताद दक्षिणां धेनुसंयुधां तदो विघ्नाः प्रणश्यन्ति पुराणं सिद्धिमाप्नुयाद एवं न कुरुदेयो हि तस्य विघ्नं वदाम्यहम् तस्याङ्गे जायते रोगो बहु पीडाप्रदायकः भार्या शोकः पुत्रशोको धनहानिः प्रजायते नानाविधान् महारोगान् भुञ्जते नात्र संशयः यस्य गेहे नास्ति वित्तमुपवासम् समाचरेद एकादशीं सुसम्प्राप्य पूजयेन्मधुसूदनम् षोडशैश्चोपचारैश्च भावयुक्तेन चेतसा ब्राह्मणान् भोजयेत्पश्चाद्यथा वित्तानुसारदः केशवाय ततो दत्त्वा सङ्कल्पं हविषान्वितं स्वयं कुर्यात्तद प्राज्ञो भोजनं सह बान्धवैः पुत्रैस्तु भार्यया युक्तस्तद सिद्धिमवाप्नुयाद पुराणसंहितापूर्णा श्रोतव्या धर्मतत्परैः चतुर्वर्गस्य वैसिद्धिर्जायते तस्य नान्यथा सपादं लक्षमेकं दुःब्रह्माख्यं पुष्करं शृणु कृते युगे तु निष्पापाः शृण्वन्ति मनुजा द्विज लक्षस्यार्थं तथ कृत्स्नं पुराणं पद्मसंज्ञकम् श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाधिकं त्रेतायुगे तथा प्राप्ते यदा श्रोष्यन्ति मानवाः चतुर्वर्गफलं भुक्त्वा ते यास्यन्ति हरिं पुनः द्वाविंशतिसहस्राणि संहिता पद्मसंज्ञिता द्वापरे कथिता विप्रब्रह्मणा परमात्मना द्वादशैव सहस्राणां पद्माख्या साधुसंहिता कलौयुगे पठिष्यन्ति मानवा विष्णुतत्पराः एकोऽर्धश्चैकभावश्च चतुर्ष्वपि प्रवर्तितः संहितास्वेव विप्रेन्द्र शेषाख्यानप्रविस्तरः द्वादशैव सहस्राणि नाश्यं यास्यन्ति सत्तम कलौ युगे तु सम्प्राप्ते प्रथमं हि भविष्यति भूमिखण्डं नर श्रुत्वा सर्वपापैः प्रमुच्यते मुच्यते सर्वदुःखेभ्यः सर्वरोगैः प्रमुच्यते अन्यत् सर्वं परित्यज्य जपं दानं तथाश्रुतं श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनं प्रथमं सृष्टिखण्डं तु द्वितीयं भूमिखण्डकं तृतीयं स्वर्गखण्डं च पादालं तु चतुर्थकं पञ्चमं चोत्तरं खण्डं सर्वपापप्रणाशनं यशृणोति नरो भक्त्या पञ्चखण्डान्यनुक्रमाद गोप्रदान सहस्रस्य मानवो लभते फलम् महाभाग्येन लभ्यन्ते पञ्चखण्डानि भूसुराः श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः इति श्रीपद्मपुराणे भूमिखण्डे पञ्चपञ्चाशत्सहस्र संहितायां वेणोपाख्याने पञ्चविंशत्यधिकशततमोऽध्यायः भूमिखण्डं समाप्तम् ॐ